सूत उवाच तत्रद्वावपि संस्थाप्य निर्गतो नारदो मुनिः तीर्थं तीर्थं विनिष्क्रम्य पृच्छन् मार्गे मुनीश्वरान् तत्र द्वावपि ज्ञानवैराग्यौ द्वावपि तत्र संस्थाप्य नारदः मुनिः निर्गतः बहिः गतः तीर्थं तीर्थं विनिष्क्रम्य प्रत्येकं तीर्थं विनिष्क्रम्य एकैकं तीर्थं गत्वा तत्र स्नात्वा तथापि च मार्गे मुनीश्वरान् पृच्छन् मार्गे दृष्टान् सर्वानपि मुनीश्वरान् अस्य मार्गं पृच्छन् सः गतः